तदेतं कर्मणि अकर्मदर्शनं स्तूयते यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ज्ञानानिदग्धकर्माणि तमाहुः पण्डितं बुधाः। यस्य यथोक्तदर्शिनः सर्वे यावन्तः समारम्भः सर्वाणि कर्माणि समारभ्यन्ते इति समारम्भः कामसङ्कल्पवर्जितः कामैः तत्कारणैश्च सङ्कल्पैः वर्जितः मुधा इव चेष्टामात्र अनुष्ठीयन्ते प्रवृत्तेन चेत् लोकसङ्ग्रहार्थं निवृत्तेन चेत् जीवनमात्रार्थं तं ज्ञानाग्निदग्धकर्माणां कर्मादौ अकर्मादिदर्शनं ज्ञानं तदेव अग्निः तेन ज्ञानाग्निना दग्धानि शुभाशुभलक्षणानि कर्माणि यस्य तम् आहुः परमार्थतः पण्डितं बुधाः भ्रमवितः। यस्तु अकर्मादिदर्शी सः अकर्मादिदर्शनादेव निष्कर्मासन्न्यासी जीवनमात्रार्थचेष्टः सन् कर्मणि न प्रवर्तते यद्यपि प्राक् विवेकतः प्रवृत्तः। यस्तु प्रारब्धकर्मासन् उत्तरकालम् उत्पन्नात्मसम्यग्दर्शनस्य सः सर्वकर्मणि प्रयोजनम् अपश्यन् ससाधनं कर्म परित्यजत्येव। सः कुतश्चित् निमित्तात् कर्मपरित्याग असम्भवे सति कर्मणि तत्फले च सङ्गरहिततया स्वप्रयोजन अभावात् लोकसङ्ग्रहार्थं पूर्वत्वकर्मणि प्रवृत्त्वापि नैव किञ्चित् करोति। ज्ञानानिदग्धकर्मत्व तदीयं कर्म अकर्म एव सम्पद्यते इति एतमर्थं दर्शयिष्यन्नाः त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः। त्यक्त्वा कर्मसु अभिमानं फलासङ्गं च यथोक्तेन ज्ञानेन नित्यतृप्तः निराकाङ्क्षो विषयेषु इत्यर्थः। निराश्रयः आश्रयरहितः आश्रयो नाम यत् आश्रित्य पुरुषार्थं सिसाधयिष्यति दृष्टादृष्टेष्टफलसाधनाश्रयरहितः इत्यर्थः। विदुषा क्रियमाणं कर्म परमार्थतो अकर्म एव तस्य निष्क्रियात्मदर्शनसम्पन्नत्वात् तेन एवं भूतेन स्वप्रयोजन अभाव ससाधनं कर्म परित्यक्तव्यमेव इति प्राप्ते ततः निर्गम असमव लोकसङ्ग्रहचिकीर्षया शिष्टविग्रहण अपरिजिहीर्षया वा पूर्वतो कर्मणि अभिप्रवृत्तोऽपि निष्क्रियात्मदर्शनसम्पन्नत्वात् नैव किञ्चित् करोति सः। यः पुनः पूर्वोक्तविपरीतः प्रागेव कर्मारम्भात् ब्रह्मणि सर्वान्तरे प्रत्यगात्मनि निष्क्रिये सञ्जात आत्मदर्शनः स दृष्टादृष्टेष्टविषयाशीर्विवर्जिततया दृष्टादृष्टार्थकर्मणि प्रयोजनम् अपश्यन् ससाधनं कर्मसन्न्यस्य शरीरयात्रामात्रचेष्टः यतिः ज्ञाननिष्ठो मुच्यते इति एतमर्थं दर्शितमः। निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्। निराशीः निर्गताः आशिषः यस्मात् सः निराशीः यतचित्तात्मा चित्तम् अन्तःकरणम् आत्मा बाह्यः कार्यकरणसङ्गातः तौ उभावपि यतौ संयतौ येन सः यदचित्तात्मा त्यक्तसर्वपरिग्रहः त्यक्तः सर्वः परिग्रहः येन सः त्यक्तसर्वपरिग्रहः शारीरं शरीरस्थितिमात्रप्रयोजनं केवलं तत्रापि अभिमानवर्जितं कर्म कुर्वन् न आप्नोति न प्राप्नोति किल्बिषम् अनिष्टरूपं पापं धर्मञ्च। धर्मोऽपि मोक्षोः किल्बिषमेव बन्धः पादकत्व तस्मात् ताभ्यां मुक्तः भवति संसारात् मुक्तो भवति इत्यर्थः। शारीरं केवलं कर्म इत्यत्र किं शरीरनिर्वर्त्यं शारीरं कर्म अभिप्रेतम् आहोस्वि शरीरस्थितिमात्रप्रयोजनं शारीरं कर्म इति किञ्च अतः यदि शरीरनिर्वर्त्यं शारीरं कर्म यदि वा शरीरस्थितिमात्रप्रयोजनं शारीरम् इति उच्यते यदा शरीरनिर्वर्त्यं कर्म शारीरम् अभिप्रेतं स्यात् तदा दृष्टादृष्टप्रयोजनं कर्म प्रतिषिद्धमपि शरीरेण कुर्वन् नाप्नोति किलुषम् इति ब्रूतो विरुद्धविधानं प्रसज्येत। शास्त्रीयं च कर्म दृष्टादृष्टप्रयोजनं शरीरेण कुर्वन् नाप्नोति किलुषम् इत्यपि ब्रूतः अप्राप्तप्रतिषेधप्रसङ्गः। शारीरं कर्म कुर्वन् इति विशेषणं केवलशब्दप्रयोगाच्च वाङ्मनसनिर्वर्त्यं कर्म विधिप्रतिषेधविषयं धर्माधर्मशब्दवाच्यं कुर्वन् प्राप्नोति किल्मिषम् इति उक्तं चेत् तत्रापि वाङ्मनसाभ्यां विहितानुष्ठानपक्षे किल्मिषप्राप्तिवचनं विरुद्धमापद्येत। प्रतिषिद्धसेवापक्षेपि भूतार्थानुवादमात्रम् अनर्थकं चेत् यदा तु शरीरस्थितिमात्रप्रयोजनं शारीरं कर्म अभिप्रेतं भवेत् तदा दृष्टादृष्टप्रयोजनं कर्म विधिप्रतिषेधगम्यं शरीरवाङ्मनसनिर्वर्त्यम् अन्यत् अकुर्वन् तैरेव शरीरादिभिः शरीरस्थितिमात्रप्रयोजनं केवलशब्दप्रयोगात् अहं करोमि इति अभिमानवर्जितः शरीरादिचेष्टामात्रं लोकदृष्ट्या कुर्वन् नाप्नोति किल्बिषम्। एवं भूतस्य पापशब्दवाच्य किल्बिषप्राप्त्यसम्भवं किल्बिषं संसारं न आप्नोति। ज्ञानान्निदग्धसर्वकर्मत्वा अप्रतिबन्धेन मुच्यते एव इति पूर्वोक्तसम्यग्दर्शनफलानुवाद एव एष। एवं शारीरं केवलं कर्म इत्यस्य अर्थस्य परिग्रहे निरवध्यं भवति। त्यक्तसर्वपरिग्रहस्य एतैः अन्नादेः शरीरस्थितिहेतोः परिग्रहस्य अभावः याचनादिना शरीरस्थितौ कर्तव्यतायां प्राप्तायाम् अयाचितम् असङ्कृप्तम् उपपन्नम् यदृच्छया इत्यादिनां वचनेन अनुज्ञातं यतेः शरीरस्थितिहेतोः अन्नादेः प्राप्तिद्वारम् आविष्कुर्वन्नः यदृच्छालाभसन्तुष्टुं द्वन्द्वातीतो विमत्सरः समसिद्धावसिद्धौ च कृत्वापि न निबध्यते। यदृच्छालाभसन्तुष्टः अप्रार्थित उपनतो लाभः यदृच्छालाभः तेन सन्तुष्टः सञ्जातः सम्प्रत्य द्वन्द्वातीतः द्वन्द्वैः शीतोष्णादिभिः हन्यमानोऽपि अविषण्णचित्तः द्वन्द्वातीतः उच्यते। विमत्सरः विगतमत्सरः निर्वैरबुद्धिः समः तुल्यः यदृच्छालाभस्य सिद्धौ असिद्धौ च। यः एवं भूतो यतिः अन्नादेः शरीरस्थितिहेतोः लाभालाभयोः समः हर्षविषादवर्जितः कर्मादौ अकर्मादिदर्शी यथाभूतात्मदर्शननिष्ठस्सन् शरीरस्थितिमात्रप्रयोजने भिक्षाटनादिकर्मणि शरीरादि निर्वर्त्ये नैव किञ्चित् करोम्यहं गुणागुणेषु वर्तन्ते इत्येवं सदा सम्परिचक्षाणः आत्मनः कर्तृत्व अभावं पश्यन् नैव किञ्चित् भिक्षाटनादिकं कर्म करोति। लोकव्यवहारसामान्यदर्शनेन तु लौकिकैः आरोपितकर्तृत्वे भिक्षाटनादौ कर्मणि कर्ता भवति, स्वानुभवेन तु शास्त्रप्रमाणादिजनितेन अकर्ता एव। स एवं पराध्यारोपितकर्तृत्वः शरीरस्थितिमात्रप्रयोजनं भिक्षाटनादिं कर्म कृत्वापि न निबध्यते बन्धहेतोः कर्मणः सहेतुकस्य ज्ञानाग्निना दग्धत्वादिति उक्तानुवाद एव एषः। त्यक्त्वा कर्मप्रासङ्गम् इत्यनेन श्लोकेन यः प्रारब्धकर्मा सन् यदा निष्क्रियब्रह्मात्मदर्शनसम्पन्नस्य तदा तस्य आत्मनः कर्तृकर्मप्रयोजन अभावदर्शिनः कर्मपरित्यागी प्राप्ते कुतश्चिन्निमित्तात् तदसम्भवे सति पूर्ववत्तस्मिन् कर्मणि अभिप्रवृत्तस्य अपि नैव किञ्चित् करोति सः इति कर्म अभावः प्रदर्शितः। यस्य एवं कर्माभावो दर्शितः तस्यैव गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्ञायाचरतः कर्म समग्रं प्रविधीयते। गतसङ्गस्य सर्वतो निवृत्तासक्तेः मुक्तस्य निवृत्तधर्माधर्मादिबन्धनस्य ज्ञानावस्थितचेतसः ज्ञाने इव अवस्थितं चेतः यस्य सोऽयं ज्ञानावस्थितचेतः तस्य यज्ञाय यज्ञनिवृत्त्यर्थम् आचरतः निर्वर्तयतः कर्म समग्रं सः अग्रेण फलेन वर्तते इति समग्रं कर्म तत्समग्रं प्रविलीयते विनश्यति इत्यर्थः। कस्मात् पुनः कारणात् क्रियमाणं कर्म स्वकार्य आरम्भम् अकुर्वत् समग्रं प्रविलीयते इति उच्यते यतः ब्रह्मार्पणं ब्रह्महविः ब्रह्माग्नौ ब्रह्मणाहुतं ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिन ब्रह्म अर्पणं येन करणेन ब्रह्मविः हविः अग्नौ अर्पयति तद्ब्रह्मैव इति पश्यति तस्य आत्मव्यतिरेकेण अभावं पश्यति यथा शुक्तिकायां रजत अभावं पश्यति तदुच्यते ब्रह्मैव अर्पणमिति यथा यद्रजतं तच्छुक्तिका एव इति ब्रह्म अर्पणमिति असमस्ते पदे यत् अर्पणबुद्ध्या गृह्यते लोके तत् अस्य ब्रह्मविदः ब्रह्मैव इत्यर्थः ब्रह्म हविः तथा यत् हविर्बुद्ध्या गृह्यमाणं तत् ब्रह्मैव अस्य तथा ब्रह्माग्नौ इति समस्तं पदम् अग्निरपि ब्रह्मैव यत्र हूयते ब्रह्मणः कर्तृ ब्रह्मैव कर्ता इत्यर्थः यत्तेन हुतं हवनक्रिया तद्ब्रह्मैव यत्तेन गन्तव्यं फलं तदपि ब्रह्मैव ब्रह्मकर्मसमाधिना ब्रह्मैव कर्म ब्रह्मकर्म तस्मिन् समाधिः यस्य सः ब्रह्मकर्मसमाधिः तेन ब्रह्मकर्मसमाधिना ब्रह्मैव गन्तव्यम् एवं लोकसङ्ग्रहं चिकित्सुणापि क्रियमाणं कर्म परमार्थतः अकर्म ब्रह्मबुद्ध्युपमृदितत्वत् एवं सति निवृत्तकर्मणोऽपि सर्वकर्मसन्यासिनः सम्यक् दर्शनस्तुत्यर्थं यज्ञत्वसम्पादनं ज्ञानस्य सुतराम् उपपद्यते यत् अर्पणादि अधियज्ञे प्रसिद्धं तत् अस्य अध्यात्मं ब्रह्म एव परमार्थदर्शिनः इति अन्यतः सर्वस्य ब्रह्मत्वे अर्पणादीनामेव विशेषतो ब्रह्मत्वाभिधानम् अनर्थकं स्यात् तस्मात् ब्रह्मैव इदं सर्वमिति अभिजानतः विदुषः कर्म अभावः कारकबुद्धिभावाच्च न हि कारकबुद्धिरहितं यज्ञाख्यं कर्म दृष्टं सर्वमेव अग्निहोत्रादिकं कर्म शब्दसमर्पित देवताविशेषसम्प्रदानादिकारकबुद्धिम् कर्तृभिमानफलाभिसन्धिमच्च दृष्टं न उपमृदितक्रियाकारकफलविबुद्धिम् कर्तृत्वाभिमानफलाभिसन्धिरहितम् इदं तु ब्रह्मबुद्ध्युपमृदित अर्पणादिकारकक्रियाफलभेदबुद्धिकर्म अतः कर्म एव तत् तथा च दर्शितं कर्मण्यकर्म यः पश्येत् कर्मण्यपि प्रवृत्तोऽपि नैव किञ्चित् करोति सः गुणागुणेषु वर्तन्ते नैव किञ्चित् करोमि इति युक्त्वा मन्येत तत्त्वविदो इत्यादिभिः तथा च दर्शयन् तत्र तत्र क्रियाकारकफलभेदबुद्ध्युपमर्दं करोति दृष्टा च काम्याग्निहोत्रादौ कामोपमर्देन काम्याग्निहोत्रादिधानिः तथा मतिपूर्वक अमतिपूर्वकादीनां कर्मणा कार्यविशेषस्य आरम्भकत्वं दृष्टं तथा इहापि ब्रह्मबुद्ध्युपमुदित अर्पणादिकारक्रियाफलभेदबुद्धेः बाह्यचेष्टामात्रेण कर्मापि विदुषः कर्मसम्पद्यते अतः उक्तं समग्रं प्रविलीयते इति अत्र केचिद् आहुः यद्ब्रह्म तत् अर्पणादिः ब्रह्मैव किल अर्पणादिना पञ्चविधेन कारकात्मना व्यवस्थितं स तु तदेव कर्म करोति तत्र न अर्पणादिबुद्धिः निवर्त्यते किन्तु अर्पणादिषु ब्रह्मबुद्धिः आधीयते यथा प्रतिमादौ विष्णुमादिबुद्धिः यथा वा नामादौ ब्रह्मबुद्धिः इति सत्यम् एवमपि स्यात् यदि ज्ञानयज्ञस्तुत्यर्थं प्रकरणं न स्यात् अत्र तु सम्यक् दर्शनं ज्ञानयज्ञशब्दितम् अनेकान् यज्ञशब्दितान् क्रियाविशेषान् उपन्यस्य श्रेयान् द्रव्यमयाद्यज्ञ ज्ञानयज्ञ इति ज्ञानं स्तौति अत्र च समर्थमिदं वचनं ब्रह्मार्पणम् इत्यादि ज्ञानस्य यज्ञत्वसम्पादनम् अन्यथा सर्वस्य ब्रह्मत्वे अर्पणादीनामेव विषयतो ब्रह्मत्वाभिधानम् अनर्थकं स्यात् ये तु अर्पणादिषु प्रतिमायां विष्णुदृष्टिवतो ब्रह्मदृष्टिः क्षिप्यते नामादिषु इव च इति ब्रुवते न तेषां ब्रह्मविद्या उक्ता इह विवक्षिता स्यात् अर्पणादिविषयत्वात् ज्ञानस्य न च दृष्टिसम्पादनज्ञानेन मोक्षफलं प्राप्यते ब्रह्मैव तेन गन्तव्यम् इति च उच्यते विरुद्धं च सम्यक् दर्शनम् अन्तरेण मोक्षफलं प्राप्यते इति प्रकृतविरोधश्च सम्यक् दर्शनं च प्रकृतं कर्मणि अकर्मणि यः पश्येदित्यत्र अन्ते च सम्यक् दर्शनं तस्यैव उपसंहारः शय्यान् द्रव्यं याद्यज्ञा ज्ञानयज्ञः ज्ञानं दद्वा परां शान्तिम् इत्यादिनः सम्यग्दर्शनस्तुतिमेव कुर्वन् उपक्षीणः अध्याये तत्र अकस्मात् अर्पणादब्रह्मदृष्टिः अप्रकरणे प्रतिमायामेव विष्णुदृष्टिः उच्यते इति अनुपन्नः तस्मात् यथा व्याख्यातार्थे एव अयं श्लोकः।